अस्तु, तर्हि अस्माकं विषयः अस्ति, अद्यतनविषयः अस्ति सन्धिः. सन्धिः इति विषयः अस्ति. किं करोमि, एक इदानीं किञ्चिदेव म्यूट् कृतवान् येन सम्यक्तया श्रोतुं शक्नुयुः सर्वे. अस्माकम् अद्यतनविषयः अस्ति सन्धिः. अस्माकं पुस्तकमस्ति गीताप्रवेशः प्रथमभागः. सर्वेषां पार्श्वे इदं पुस्तकं भवेत्. तत्र शारीरिकरूपेण पुस्तकं नास्ति स्यात्, तत्र PDF इति उपलभ्यते, तत्र वेब् माध्यमेन. मया प्रायः लिङ्क् दत्तमस्ति, हा दत्तं, ह्यः एव. अतः सर्वेषां पुरतः पुस्तकं स्यात्. इदानीम् अस्मिन् वर्गे बहवः जनाः आगताः इति सन्तोषस्य विषयः. अपि च अस्मासु केषाञ्चित् जनानां कृते अयं विषयः नितरां नूतनः. पुनः केषाञ्चित् जनानां कृते अयं विषयः तत्र पुनस्मरणत्वेन क्रियमाणः. इति कृत्वा अस्मिन् वर्गे अनया दृष्ट्या वैविध्यमस्ति. वैविध्यं नाम केचन जनाः अधिकं जानन्ति, केचन जनाः न्यूनं जानन्ति. किन्तु मम चिन्तनम् एवमस्ति यत् तथापि सम्यक् रीत्या एवं कर्तुं शक्ष्यामः येन सर्वेषां लाभः भवेत्. ये अधिकं जानन्ति तेषां किञ्चित् धैर्यं भवेत्. अपि च अहं तादृशानां जनानां साहाय्यमपि स्वीकरिष्यामि यत्र नूतनजनानां, नाम येषां कृते विषयः नूतन अस्ति, तेषां कृते यत्र यत्र साधारणप्रश्नाः भवन्ति तत्र तत्र भवताम् तत्र येषां कृते तत्र विषयः पूर्वमेव अनुभूतः अस्ति, तेषां सहायं स्वीकृत्य अन्यानां जनानां तत्र सहायं करिष्यामः मिलित्वा. इति कृत्वा सर्वे सक्रियाः भवेयुः. तर्हि अद्यैव पश्येम कथं भवति इति. पुस्तकम् इदानीम् उद्घाटयामः. तत्र प्रथम अध्यायः अस्ति सन्धिपरिचयः इति वक्तुं शक्नुमः. सन्धिपरिचयः अनेन सन्धिः नाम कः इति स्पष्टं भविष्यति सर्वेषां कृते. अनन्तरं ततः अग्रे गत्वा भिन्नभिन्नसन्धयः ये भवन्ति तेषामपि ज्ञानम् अस्माकं भविष्यति. अस्तु, तर्हि अहम् अन्म्यूट् करोमि, अपि च पश्येम नाम अन्म्यूट् कृत्वा कथं भवति इति. अस्तु, अधुना अनन्तकृष्णमहोदय तत्र आरब्धुमिच्छति वा प्रथमे पृष्ठे? अस्ति वा महोदय? अस्तु, तर्हि एवं कुर्मः. लक्ष्मी भगिनी. आं महोदय. नारायणं नमस्कृत्य सन्धिः. नारायणम् एतं पाठं सावधानम् उच्चैः पठता. नारायणं नमस्कृत्य नरञ्चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्। श्रीमद्भगवद्गीता महाभारते अन्तर्गतः कश्चन भागः। भीष्मपर्वणि एषः भागोऽस्ति, एषः भागः अस्ति। भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च नमस्कृत्य ततः जयः इति ग्रन्थस्य वाचनं करणीयम् इत्येतस्य श्लोकस्य अर्थः। अस्तु, बहु समीचीनम् अस्ति एतावत्। तर्हि अत्र वार्ताद्वयमस्ति। प्रथमतया श्लोकस्य अर्थः, अनन्तरं यया रीत्या, नाम यया शैल्या लिखितमस्ति, तत्रापि किञ्चित् अवगन्तव्यमस्ति अस्माभिः। प्रथमतया श्लोकस्य अर्थः, अत्र हरीशमहोदय अस्ति वा? हरीशमहोदय, अस्ति वा? अस्मि। अस्तु, अत्र स्थूलरीत्या अस्य श्लोकस्य अर्थः कः इति वदति वा? एवम् अहं प्रयत्नं करोमि। नारायणं नमस्कृत्य, नारायणम् इति विष्णुं नत्वा, अपि च नरः इत्युक्ते अत्र अर्जुनः इति अर्थः, नमस्कृत्य, अपि च सरस्वती इति वाग्देवीम् अपि नत्वा, व्यासम् अपि नत्वा, इदानीम् अहं महाभारतस्य ग्रन्थस्य अध्ययनम् आरभे इति अर्थः। बहु सुन्दरमस्ति। अत्र अस्मिन् धन्यवादः महोदय, बहु समीचीनमस्ति। अस्मिन् अत्र कश्चन श्लोकः अस्ति। अस्माकं यदा श्लोकं पश्यामः, अस्माकं प्रथमं कार्यं किमिति चेत् पदविच्छेदः। अत्र अधिकं तादृशं कार्यम् अत्र नास्ति। तदनन्तरं नाम यत्र समासाः सन्ति, यत्र च संयुक्तपदानि सन्ति, तेषां विचारं कृत्वा तत्र कथम् एतत् सर्वम् अस्ति इति द्रष्टव्यमस्ति। अनन्तरं श्लोके यथा किमपि वाक्यम् अस्ति, तत्र किञ्चन तिङन्तपदमस्ति, नाम क्रियापदमस्ति, तत् क्रियापदं किमिति द्रष्टव्यमस्ति। तर्हि अस्मिन् श्लोके क्रियापदं किम् इति अखिला भगिनी वदति वा? क्रियापदमस्ति उदीरयेत् इति रूपमस्ति। उदीरयेत्, उदीरयेत् इत्यस्य अर्थः कः इति जानाति वा? उदीरयेत् इत्युक्ते आरम्भं कुर्यात् इति अर्थे अस्ति इति चिन्तयामि। अथवा पठेत्। पठेत्, सम्यक्, पठेत् इति तादृशार्थः अस्ति। उदीरयेत्, पठेत्, वदेत् पठेत्, कीर्तिं कुर्यात्, एतादृशार्थाः सन्ति। अस्तु, समीचीनमस्ति। अत्र कः लकारः इति अधुना सुमित्रा भगिनी वदति वा? लकारः कः उदीरयेत्? हा, सुब्रह्मण्यमहोदय तत्र अस्ति वा महोदय? आं महोदय, विधिलिङ्ग् अस्ति महोदय, विधिलिङ्ग् प्रथमपुरुष एकवचनं. हा, समीचीनमस्ति. नाम भवेत्, भवेत्, कुर्यात्, गच्छेत् एतादृश अर्थः अस्ति खलु. नाम एतादृश नाम विधिलिङ्ग् इति अर्थः नाम तत्र पठनं करणीयम् इति तादृश अर्थः अस्ति. क्षम्यतां महोदय, किञ्चित् डिले अस्ति, इदानीमेव अन्म्यूट् कृतवती. नाम कस्मिन्, नाम नूतनतया आगता इति अर्थः वा? आं महोदय, अहम् अजयः, अहमपि आगतवान्. अजय महोदय, अपि च भगिनी तत्र नाम कः? यः कोऽपि विलम्बेन आगतः? अजय महोदय, अनन्तरम् अन्य कोऽपि वा? अस्तु महोदय. सावित्री, अहं केवलं शृणोमि, अद्य बहु ध्वनिः अस्ति मम पार्श्वे. अस्तु अस्तु अस्तु, शृणोतु भगिनि. अस्तु, समीचीनमस्ति. तर्हि तादृश अर्थः अस्ति. इदानीं पुनः आरम्भतः किञ्चित् पश्येम. श्रीनिवासमहोदय, आरम्भतः प्रथमवाक्यम्. आं महोदय. श्रीमद्भगवद्गीता महाभारते अन्तर्गतः कश्चन भागः. अस्य अर्थः कः? अर्थः श्रीमद्भगवद्गीता एकः भागः अस्ति महाभारतस्य. अन्तर्गतः इति सर्वे जानीयुः. महाभारते अन्तर्गतः, अन्तर्गतः इत्यनेन तत्र अन्तर्भूतः इति अर्थः. अन्तर्गतः तस्य महाभारतग्रन्थस्य अन्तः अस्ति इति अर्थः. अस्तु, ततः अग्रे विद्याभगिनी पठति वा अग्रे? आं महोदय. भीष्मपर्वणि एषः भागो अस्ति, एषः भागः अस्ति भगवन्तं नारायणम्. अस्तु, द्वितीयं वाक्यं पुनः पठतु कृपया. श्रीमद्भगवद्गीता महाभारते अन्तर्गतः कश्चन भागः. भीष्मपर्वणि एषः भागो अस्ति, एषः भागः अस्ति. अस्तु, अत्र एकः सन्धिः अस्ति खलु? एकनिमिषः. अस्तु, तर्हि अत्र कश्चन सन्धिः अस्ति. तत्र एषः भागः अस्ति इत्यस्य स्थाने एष भागोऽस्ति इति लिखितमस्ति. अत्र सावधानतया पठनीयमस्ति, एष भागोऽस्ति. अत्र भागो अस्ति इति न लिखितमस्ति. लिखितं किं? भागोऽस्ति. अत्र अग्रे गत्वा एतत् सर्वं पठिष्यामः अस्ति, किन्तु सावधानतया नाम अवगमिष्यामः. सावधानतया पठनीयं, यतोहि अत्र वस्तुतः भागः अस्ति इत्यस्मिन् सन्धिद्वयमस्ति. सन्धि नाम तत्र वर्णपरिवर्तनं, कया रीत्या वर्णपरिवर्तनं जातमस्ति पश्यामः. तत्र भागः इत्यस्य स्थाने न केवलं भाग, अपि तु अकारस्य स्थाने ओकारः जातः भागो. पुनः अस्ति इत्यस्मिन् तत्र अकारस्य एवम् इदं वक्तुं शक्नुमः, लोपः जातः. तत्र न दृश्यते खलु, तत्र अस्ति इति तत्र अकारः नास्ति. अतः अकारः नितरां न वक्तव्यः. अकारः भागोऽस्ति, सन्धिद्वयमस्ति, द्वयमपि वक्तव्यमस्ति. यत्र तत्र एतादृशवर्णपरिवर्तनं कस्यां दशायां भवति? तत्र अधोभागे लिखितमस्ति, एतस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि पदानि संहितानि सन्ति. संहितानि तत्र शास्त्रीयरीत्या तत्र संहितानि इति लिखितमस्ति, नाम संहितायां विषये यत्र यत्र ध्वनीनां नैकट्यं भवति, नैकट्यं सामीप्यं यत्र भवति तत्र सन्धिः भवति. सन्धि तत्र अवकाशः अस्ति. अपि च यदि अत्र यत्र सन्धिः भवति तत्र सन्धिः साधारणवाक्ये न अपि भवितुमर्हति, भवितुम् अपि अर्हति, तत्र अस्माकं विकल्पः भवति. किन्तु यदि सन्धिं कुर्मः यदि सन्धिं कुर्मः तदानीं ये सन्धयः उपलभ्यन्ते अस्माभिः तान् सर्वान् वयं करिष्यामः. नाम विकल्पेन एकं सन्धिं कुर्मः एकं सन्धिं न कुर्मः इति न. अत्र भागो अस्ति इति दोषः. किमर्थम् अस्मिन् इतोपि अवधानं करोमि, यतोहि तादृश सामान्यदोषः भवति जनानां, भागो अस्ति. अतः नाम नाम भगिन्या यद् उक्तं तत्तु बहु सम्यक् अस्ति, यतोहि श्रवणेन अस्माकं लाभः जातः. लाभः कः इति कृत्वा इति लाभः कः इति चेत् भागो अस्ति इति तत्र दोषः अस्ति, यतोहि भागो इति सन्धिं वयं कृतवन्तः, अस्ति इति न कृतवन्तः, तथा न भवितुमर्हति. सन्धिम् एकमपि कुर्मः चेत् यावन्तः सन्धयः सम्भवन्ति तस्यां दशायां तस्यां स्थित्यां तत्र तान् सर्वान् एव वयम् अपि वयं करिष्यामः. अस्तु, तर्हि भीष्मपर्वणि, अत्र पर्वणि इति नाम भीष्मस्य पर्वणि इति अस्ति. पर्वणि इति अस्तु, अत्र पर्वणि इति शब्दः अस्ति. नरेश महोदय, तत्र प्रातिपदिकं किम् इति जानाति वा? मूलशब्दः पुनः नाम अन्तिम अस्य प्रातिपदिकस्य प्रातिपदिकस्य अन्तिमवर्णः कः? पर्वणि इति शब्दे मूलशब्दस्य अन्तिमवर्णः कः? अस्तु, इदानीम् अन्य कोऽपि वदति. नकारः अस्ति. कस्यचित् स्पीकर् फोन् अस्ति इति भाति, प्रतिध्वनिः आगतः अस्ति. कस्यचित् स्पीकर् फोन् अस्ति चेत् इदानीं सम्यक् जातमस्ति. स्पीकर् फोन् नितरां न स्यात् इति आरम्भे मया उक्तमस्ति. अस्तु, नकारान्तशब्दः अस्ति. यत्र कुत्रापि नूतनशब्दः दृश्यते अस्माभिः तत्र अयं शब्दः कीदृशः नाम शब्दस्य परिचयः अपेक्षितः अस्ति. अत्र पर्वणि इति पर्वन् इति प्रातिपदिकमस्ति, नपुंसकलिङ्गशब्दः. यथा कर्मन् कर्म कर्मणि कर्माणि, पर्व पर्वणि पर्वाणि इति अस्ति. अत्र पर्वाणि अस्ति, पर्वणिति न, क्षम्यतां, पर्वाणि इति अस्ति न, अत्र पर्वणिति अस्ति, क्षम्यतां, पर्वणिति अस्ति. किन्तु कर्मन् इति तादृशप्रातिपदिकमस्ति, नकारान्तशब्दः अस्ति. नाम तत्र षष्ठ नाम सप्तमी एकवचने अस्ति खलु यथा प्रायः सप्तमी विभक्तौ अस्ति तत्र यथा मया उक्तम् इदानीं सत्यम् अत्र कर्मणि इति यथा एकवचने कर्मणि इति पर्वणि भीष्मपर्वणि इति तत्र सप्तमीविभक्तौ एकवचनान्तपदमस्ति पर्वणि भीष्मपर्वणि भीष्मस्य पर्वणि इति अर्थः अस्तु तस्मिन् विभागे भीष्मपर्वणि पर्वणि एषः भागः अस्ति एषः भागः अस्ति अथवा एषः भागोऽस्ति अस्तु समीचीनमस्ति सम्यक् अस्ति अग्रे गच्छेम तर्हि इदानीं सरला भगिनी पठति वा भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च नमस्कृत्य ततः जय इति ग्रन्थस्य वाचनं करणीयम् इति एतस्य श्लोकस्य अर्थः अत्र पश्यन्तु अत्र वाचनं करणीयम् इति लिखितमस्ति उदीरयेत् इत्यस्मिन् अर्थे वाचनं करणीयम् अत्र च श्लोकस्य शब्दक्रमः कः इति भवेत् अत्र प्रदर्शितमस्ति तत्र भगवन्तं नारायणं मनुष्येषु श्रेष्ठम् अर्जुनं देवीं सरस्वतीं व्यासमहर्षिं च नमस्कृत्य इति पश्यन्तु तत्र श्लोके शब्दक्रमः नास्ति किन्तु तादृश अर्थः अस्ति इति अग्रे गत्वा एतत् सर्वं पठिष्यामः अत्र जयः नाम्ना ग्रन्थस्य वाचनं करणीयं जयः अस्तु समीचीनमस्ति इतः अग्रे गच्छेम तर्हि मीना भगिनी अग्रे पठति वा महोदय वाचनम् इति पठनं करणीयं हा नाम उच्चारणम् एषः भारते प्राचीनकालात् आगतः सम्प्रदायः अतः प्राचीनकालात् भारतदेशे एषः सम्प्रदायः अस्ति सम्प्रदायः नाम परिचयः अत्र सम्प्रदायः तेन परम्परा अथवा अभ्यासः तादृशं परम्परा इति तादृश अर्थः अस्ति अस्तु अत्र स्थूलाक्षरैः पुनः पश्यन्तु तत्र यत्र स्थूलेन अक्षरेण स्थूलैः अक्षरैः शब्दः लिखितः अस्ति तत्र सन्धिः इति अस्ति यथा इत्येतस्य तत्र इकारस्थाने यकारः जातः एष भारते तत्र पुनः सन्धिः अस्ति विसर्गसन्धिः नाम विसर्गस्य लोपः जातः एष भारते प्राचीनकालादागतः अत्र किं जातमस्ति किम् अभिनवमहोदय वदति वा आं महोदय नाम तत्र किञ्चन अक्षर नाम वर्णपरिवर्तनं जातं वा प्राचीनकालात् आगतः हा नाम अत्र तकारः आसीत् तकारः भवति तकारः आसीत् इदानीं तकारः जातः अत्र वस्तुतः सन्धिः त्रिविधः, कुत्रचित् स्वरस्य परिवर्तनं भवति, कुत्रचित् च व्यञ्जनस्य परिवर्तनं भवति, कुत्रचित् यथा एषः भारते तत्र किं वदामः एषः इति, कः वर्णः अस्ति अत्र अन्ते? विसर्गः अस्ति. हा, विसर्गस्य अत्र लोपः भवति अत्र अतः विसर्गसन्धिः कुत्रचित् अस्ति. अच् सन्धिः नाम स्वरसन्धिः अस्ति कुत्रचित्, यथा इति एतस्य इकारस्य स्थाने यकारः इति एतस्य अत्र स्वरसन्धिः. प्राचीनकालादागतः तकारस्य स्थाने दकारः इति कृत्वा तत्र हल् सन्धिः नाम व्यञ्जनसन्धिः अस्ति. व्यञ्जनसन्धिः अस्तु, समीचीनमस्ति. अग्रे गच्छेम तर्हि. एषः भारते इति का सन्धिः अस्ति महोदय? अत्र विसर्गसन्धिः अस्ति. विसर्गसन्धिः अस्तु. सतीश् महोदय अग्रे पठति वा? प्राचीनकालात् आगतः, प्राचीनकालात् आगतः सम्प्रदायः महाभारतस्य एव पूर्वं जय इति नाम आसीत्. महाभारतस्य पूर्वनाम्ना जय आसीत्. इति विस्मयजनकः. पुरातन नाम जय है, अहं न जानामि. अस्तु, समीचीनमस्ति. तर्हि अत्र सन्धिः त्रिविधः इति मया उक्तं. तर्हि महाभारतस्य एव इत्यस्य स्थाने महाभारतस्यैव. अत्र कीदृशसन्धिः त्रिषु मध्ये? कस्य वर्णस्य परिवर्तनं जातम्? महाभारतस्य एकारयोः स्थाने ऐकारः जातः, अतः स्वरसन्धिः नाम अच्छसन्धिः इति वदामः. बहु समीचीनमस्ति. अस्तु, अग्रे तर्हि निहारिका भगिनी पठति वा अग्रे, गच्छता कालेन? गच्छता कालेन बहूनां कथोपकथादीनां योजनेन सः एव महद्रूपं प्राप्य महाभारतम् इति विख्यातम् अभवत्. सम्यक् अस्ति. अत्र कः अर्थः अस्ति स्थूलरीत्या? कथाः योजयित्वा, बहु कथाः योजयित्वा महत् रूपं नाम बृहत् रूपम् अभवत् इति. अभवत् इति प्रथमभागः. द्वितीयभागः प्राप्य महाभारतम् इति तथा वदन्ति. समीचीनमस्ति. महाभारतमिति विख्यातम् अभवत्. विख्यातं नाम तस्य प्रसिद्धिः, तादृशप्रसिद्धिः जातः, तादृशनाम्ना. नाम जय नाम स्थाने महाभारतमिति. अस्तु, समीचीनमस्ति. कथोपकथादीनाम् अत्र कथा उपकथादीनां न अत्र तु सन्धिः अस्ति न? सन्धिः अस्ति. कथा उपकथादीनां कथा आदीनां इति किं हरीशः वदति वा? कः उक्तवान्? अहं तु पुष्पा भगिनी. न न न महोदय, महोदय कः? सतीश भाटिया. कथा कथा उपकथा आदीनाम. हा हा हा, विच्छेदं कृत्वा तत्र त्रयः शब्दाः सन्ति, कथा उपकथा आदीनां, त्रय शब्दाः. अत्र संयुक्तपदमस्ति, नाम समस्तपदमस्ति. यत्र समस्तपदमस्ति, नाम सन्धिः कुत्रचित् वैकल्पिकः अस्ति, अपि च कुत्रचित् नित्यः भवति सन्धिः. तर्हि वाक्यस्तरे यथा उपरि लिखितमस्ति, उपरि लिखितमस्ति भीष्मपर्वणि एष भागोऽस्ति. अत्र अस्माकं विकल्पः अस्ति, एषः भागः अस्ति अथवा एषः भागोऽस्ति. वाक्यस्तरे सन्धिः वैकल्पिकः, कर्तुमपि न अपि कर्तुमपि शक्नुमः. किन्तु यत्र संयुक्तपदमस्ति तत्र सन्धिः नित्यः अस्ति, सन्धिः अनिवार्यः अस्ति, करणीयः एव. किमिदं समासम् अपि तु कथयिष्यामः? अवश्यम् अवश्यं, समासः अस्ति अत्र. हा, अत्र अस्मिन् विषये इदानीम् अधिकं न वदामि, किन्तु समस्तपदम् अस्ति. अस्तु, नाम न केवलं वर्णानां मेलनम् अपि तु शब्दानां मेलनं जातमस्ति. अनेन अर्थस्य परिवर्तनं जातम्. अस्तु, समीचीनमस्ति. कथोपकथादीनां योजनेन, नाम कथाः उपकथाः इत्यादीनां योजनेन स एव इति कीदृशसन्धिः? विसर्गसन्धिः. स एव महद्रूपं, महद्रूपम् इति अजय महोदय, तत्र त्रिषु सन्धिषु कीदृशसन्धिः अस्ति अत्र महद्रूपं? हल् सन्धिः. सम्यक्, महद्रूपम् इति महाभारतमिति, महाभारतमिति अन्य कोऽपि इदानीं रत्ना भगिनी वदतु कृपया, कीदृशसन्धिः अस्ति? भगिनी अस्ति? हा, अस्मि महोदय, क्षम्यतां, म्यूट् मध्ये आसम्. महाभारतम् इति सन्धिः नास्ति अत्र. सम्यक् सम्यक्, किमर्थं नास्ति इति वदामः? समस्तपदमस्ति, योजनां कृतवन्तः, किन्तु अत्र कोऽपि अक्षरस्य परिवर्तनं न जातम्. परिवर्तनं न जातम् अत्र. समस्तपदमपि नास्ति, किन्तु सन्धिः अपि नास्ति, केवलं वर्णमेलनमस्ति, केवलं सामीप्यं जातमस्ति. महाभारतम् इति महाभारतमिति, किन्तु अत्र सन्धेः अवसरः न जातः इति कृत्वा केवलं सामीप्यं, सन्धिः नास्ति. महाभारतम् इति नाम मकार इकारयोः संयोजनेन न कोऽपि सन्धिः सम्भवति इति कृत्वा केवलं सामीप्यम् इति अस्ति. अस्तु, ततः अग्रे गच्छेम तर्हि. अग्रे संयुक्तपदम् इति वदामः वा पदानाम्? अत्र संयुक्तपदम् इति वदामः वा महोदय? अत्र कोऽपि नाम अस्ति यत्र सन्धिः नास्ति किन्तु पदानां संयोगः भवति? अत्र संहिता, अत्र संहितायां विषयः अस्ति किन्तु सन्धिः न जातः. नैकट्यं, सामीप्यं, अव्यवहितस्थितिः अस्ति, किन्तु सन्धिः नास्ति. अस्तु, अग्रे गच्छेम तर्हि. बालसुब्रह्मण्यमहोदय कृपया अग्रे. श्रूयते वा महोदय? महाभारते अष्टादश इत्यस्याः इति अस्याः संख्याः संख्यायाः अतीव प्राशस्त्यम् अस्ति. अस्तु, तावदेव वदतु कृपया. अत्र महाभारतग्रन्थे अष्टादशसङ्ख्याः अतीव मुख्यत्वम् अस्ति, प्रशस्तं विशेषत्वम् अस्ति. हा, सम्यक् सम्यक्, प्रामुख्यं, प्रसिद्धिः, तादृशं प्राशस्त्यम् इति प्रामुख्यं तादृशमस्ति. तर्हि कस्य कस्य प्रामुख्यमस्ति? संख्यायाः प्राशस्त्यमस्ति. कस्याः संख्यायाः? अष्टादश इत्यस्याः संख्यायाः. हा, अष्टादश, अष्टादश इत्यस्याः इति अस्याः इत्यस्याः. अस्तु, समीचीनमस्ति. अत्र नताशा भगिनी, कीदृश सन्धिः अस्ति अत्र? स्वरसन्धिः. हा, स्वरसन्धिः. इकारः, अकारः. हा, इकारः, अकारः. अपि च पश्यन्तु, अत्र कुत्रचित् यत्र सन्धिः भवति, कुत्रचित् एकस्य वर्णस्य परिवर्तनं भवति. नाम इति अस्याः इत्यस्यां स्थित्याम् अकारस्य प्रभावेन इकारस्य स्थाने यकारः जातः. इति अस्याः इकारस्य स्थाने यकारः इत्यस्याः. उपरि आसीत् महाभारतस्यैव. अत्र पूर्वपरयोः स्थाने, द्वयोः वर्णयोः अकार इकारयोः स्थाने ऐकारः. अत्र एकस्य वर्णस्य अपरस्य प्रभावेन इति अस्ति. अस्तु, समीचीनमस्ति. अग्रे तर्हि, स्पष्टं जातम् अष्टादश इति. हरीश् महोदय अग्रे कृपया. कटपयादिसङ्ख्याक्रमेण जयशब्दः अष्टादशसङ्ख्यां निर्दिशति. कटपयादिसङ्ख्या इति एकः क्रमः अस्ति, तत्र वर्णानां सङ्ख्या भवति. अनया रीत्या तत्र जयशब्दः इत्युक्ते अष्टादशसङ्ख्यां निर्दिशति इति अर्थः. इदानीम् एकवारं तत्र तत्र अधोभागे किं न किम् अस्ति तत्र जयशब्दः तत्र अधोभागे? अत्र लिखितमस्ति वा? परिशिष्टम् एकं पश्यत इति अस्ति तत्र. हा, अत्र पुस्तकस्य पृष्ठभागे यथा भवता उक्तं तत्र किञ्चित् इतोपि लिखितमस्ति. एवं कटपयादिसङ्ख्या इति अस्ति तत्र. हा, किञ्चित् पठनीयं वा? एवं, पुरा भारते गणितस्य प्राधान्यम् आसीत्. तस्य श्लोकरूपेण प्रतिपादनं भवति स्म. तदर्थं सङ्ख्यानां प्रतिपादने केचन क्रमाः आविष्कृताः. तेषु कटपयादिसङ्ख्या कश्चित् क्रमः. ककारादीनाम् एवं प्रकारेण सङ्ख्या निर्दिष्टा वर्तते. एवं तत्र यथा मया उक्तं पूर्वं, अक्षराणां तत्र सङ्ख्या भवति, तदेव अत्र लिखितमस्ति. ककारः इत्युक्ते काचन सङ्ख्या तत्र भवति. अत्र ककारादीनाम् अक्षराणाम् एकैकसङ्ख्यां प्रकल्प्य पदनिर्माणं क्रियते. एतत् अनुसारेण शतादिसङ्ख्याबोधनार्थं किञ्चित् पदं प्रकल्प्यते. यदि तत्र बृहती सङ्ख्या भवति चेत् तत्र अक्षराणां प्रयोगेन सङ्ख्यानां निर्देशनं भवति, अपि च अल्पाक्षरैः भवति इत्येव उद्देशः अस्ति. हा, समीचीनमस्ति. तर्हि अत्र पश्यन्तु सर्वे, कख गघ ङ इति एकं द्वे त्रीणि चत्वारि पञ्च इति लिखितमस्ति खलु, तथा अग्रे चछ झझ इय षट् सप्त अष्ट नव शून्यम् इति अग्रे एतत् सर्वं नाम प्रत्येकं वर्णस्य एका संख्या भवति इति स्थितिः अस्ति. इदानीम् अग्रे ततः अग्रे अजय महोदय तत्र पठति वा अग्रे. महाभारतग्रन्थे अष्टादशपर्वाणि सन्ति. महाभारतयुद्धे अष्टादशस्ति नाम अत्र परिशिष्टे अस्ति परिशिष्टे. महोदय एकः प्रश्नः अस्ति, कट्पयादि शब्दः अर्थः कः? अग्रे उच्यते अत्र एव. अजय महोदय कृपया अत्र नाम परिशिष्टं पृष्ठभागे परिशिष्टमस्ति पश्यति वा सर्वे पश्यन्ति वा नाम तत्र अत्र 99 नाम नवनवति अधिकशततमेपुटे भागस्य पुस्तकस्य अन्ते परिशिष्टं 199 आम् महोदय. पुरा भारते गणितस्य प्राधान्यम् आसीत्. हा अस्तु पुनः पठतु तत्र हरीश महोदय पठितवान् पुनः पठतु कृपया. पुरा भारते गणितस्य प्राधान्यम् आसीत् तस्य श्लोकरूपेण प्रतिपादनं भवति स्म. तदर्थं सङ्ख्यानां प्रतिपादने केचन क्रमाः आविष्कृताः. तेषु कटपय्यादिसङ्ख्या कश्चित् क्रमः. ककारादीनाम् एवं प्रकारेण सङ्ख्या निर्दिष्टा वर्तते. पश्यन्ति खलु सर्वे, अत्र प्रत्येकं वर्णस्य काचन सङ्ख्या अस्ति. केवलं किन्तु व्यञ्जनानां स्वराणां न, स्वराः न अन्तर्गताः अत्र. केवलं स्वराणां केवलं व्यञ्जनानां गणनं जातमस्ति. प्रत्येकं व्यञ्जनस्य काचन सङ्ख्या अस्ति. अस्तु समीचीनमस्ति. अधुना अग्रे कः पठति तत्र? सुमित्रा भगिनी पठति वा अग्रे? महाभारतयुद्धे अष्टादश अत्र अत्र न परिशिष्टमस्ति, परिशिष्टं प्रवर्तमानमस्ति खलु. किं महोदय? नाम पुस्तकस्य पृष्ठभागे नवनवति अधिकशततमे पुटे परिशिष्टमस्ति. सर्वे पश्यन्ति वा? सुमित्रभागिनी पश्यति वा? आं महोदय, पुरा भारते गणितस्य तावत् इति वयं पठितवन्तः. नाम सङ्ख्या तत्र अक्षराणाम् अनन्तरम् अत्र ककारादीनाम् अक्षराणाम् एकैकसङ्ख्यां प्रकल्य पदनिर्माणं क्रियते. प्रकल्प्य पदनिर्माणं क्रियते. अस्तु. एतदनुसारेण नाम प्रथमवाक्यस्य अर्थः कः? नाम प्रत्येकं वर्णस्य काचन सङ्ख्या अस्ति. एकसङ्ख्यां ददाति. हा अस्तु अग्रे. एतदनुसारेण शतादिसङ्ख्याबोधनार्थं किञ्चित् पदं प्रकल्प्यते. एतत् अनुसारेण शतादिसङ्ख्याबोधनार्थं किञ्चित् पदं प्रकल्प्यते. यथा अग्रे अग्रे यत् कथं भवति नाम प्रत्येकं शब्दस्य काचन सङ्ख्या भवति. प्रत्येकं शब्दस्य नाम पुस्तकं पुस्तकमित्यस्मिन् शब्दे पकारः अस्ति, सकारः अस्ति, तकारः अस्ति, ककारः, मकारः, तत्र मध्ये मध्ये स्वराः अपि सन्ति, तेषां गणनं नास्ति, किन्तु प्रत्येकं वर्णस्य काचन संख्या भवति, तेषां च संख्यानां क्रमेण लिख्यते, किन्तु विपरीतक्रमेण, अग्रे लिखितमस्ति विपरीतक्रमेण दीयते अन्ततो गत्वा. अस्तु अग्रे श्रीकेशमहोदय तत्र पठितुमिच्छति वा अग्रे? हा महोदय, एतदनुसारेण पठतु महोदय. नमस्ते, श्रूयते वा? हा श्रूयते, शतादि. हा महोदय, एतदनुसारेण शतादिसङ्ख्याबोधनार्थं किञ्चित् पदं प्रकल्प्यते. क ट प य एतानि व्यञ्जनानि एकं सङ्ख्याङ्कितानि. ख ठ फ र एतानि व्यञ्जनानि द्वयं सङ्ख्याङ्किकानि. नाम किं? ततः क्रमेण सङ्ख्याङ्कितानि इत्युक्ते सङ्ख्या अङ्कितानि. सङ्ख्यया अङ्कितानि. सङ्ख्यया अङ्कितानि. तत्र समासः अस्ति काचन, नाम समासः अस्ति इति कृत्वा तत्र कस्यचित् कस्याश्चित् विभक्त्याः लोपः जातः. तृतीयविभक्तिः सङ्ख्यया अङ्कितः, तत्र अस्तु समीचीनमस्ति. तत्र च सन्धिः नित्यः. अस्तु, अस्य अर्थः महोदय, श्रीकेशमहोदय. क ट प य एतानि व्यञ्जनानि तेषां सङ्ख्या एकं भवति. अग्रे ख ठ फ र एतानां सङ्ख्या द्वयं भवति. अस्तु अग्रे महोदय. ततः क्रमेण अन्यानि व्यञ्जनानि सङ्ख्यान्तरेण अङ्कितानि. सङ्ख्यान्तरेण नाम? सङ्ख्यान्तरेण नाम अन्यानि व्यञ्जनानि सङ्ख्यान्तरेण. इत्यनेन किमस्ति नाम, एकं द्वे च त्यक्त्वा सङ्ख्या भिन्नसङ्ख्याभिः तत्र नामकरणं कृतमस्ति, अङ्कितानि. यथा लकारः, लकारस्य तत्र त्रीणि, वकारस्य चत्वारि इत्यादिकम् अस्ति खलु. अस्तु समीचीनमस्ति. अग्रे कृपया सन्ध्या भगिनी अग्रे. अतः अतः अस्य क्रमस्य नाम कपटयाति संख्या इति. नाम तत्र कपटय इति वर्णाः सन्ति खलु. अत्र ककारस्य संख्या का? पकारस्य अनन्तरं टकारस्य अहं संस्कृत संख्या न जानाति इति वा ककारस्य तत्र एकम् इति संख्या अस्ति पकारस्य अपि तथा टकारस्य अपि तथा यकारस्य अपि तथा सर्वत्र एकम् इति तदर्थं नामकरणं कृतमस्ति नाम गणनस्य या पद्धतिः अस्ति शैली अस्ति कटपयादिसङ्ख्या इति कश्चित् क्रमः अस्ति अत्र एतेषां वर्णानां एक इति संख्या इति दत्तमस्ति इति कृत्वा अतः तदर्थम् अस्य क्रमस्य नाम कपटयादिसङ्ख्या इति समीचीनम् अस्तु अस्तु अग्रे भगिनी पठतु कृपया स्वरस्य योगे सति व्यञ्जनानां संख्यान्तरबोधकत्वं न भवति अत्र अन्तरशब्दः आगतः अस्ति यथा पूर्वं श्रीकृष्णमहोदय पठितवान् खलु तत्र किं वा किमासीत् ततः क्रमेण अन्यानि व्यञ्जनानि संख्यान्तरेण नाम भिन्नसङ्ख्या भिन्नसङ्ख्यया तत्र अङ्कितानि सङ्ख्यान्तरेण अत्र पुनः अन्तर इति शब्दः अस्ति नाम यथा स्थानान्तरम् इति सामान्यशब्दः अस्ति खलु तत्र सहजनः स्थानान्तरं कृतवान् नाम कस्मिंश्चित् स्थाने सः वासं करोति स्म अनन्तरम् अन्यत्र गतवान् इदानीम् अपरस्मिन् नगरे सः वासं करोति वसति इति कृत्वा स्थानान्तरं नाम अन्यत् स्थानम् अन्यत् इति अर्थः अस्ति स्वरस्य योगे सति नाम यदा स्वरं योजयामः व्यञ्जनानां संख्यान्तर बोधकत्वं न भवति नाम तत्र अन्या संख्या इति अर्थः संख्यान्तरम् इति अन्या संख्या यथा अत्र पुस्तकं पकारस्य का संख्या संख्यां न जानाति खलु पकारः तत्र उपरि पश्यतु पकारस्य संख्या अस्ति एकं खलु एकं नाम पकारस्य संख्या एकं पकारस्य पुस्तकमिति शब्दे पकारस्य अनन्तरं यः वर्णः अस्ति स च उकारः अस्ति अनन्तरं पदमस्ति पदं पकारस्य अनन्तरं यः वर्णः अस्ति स च अकारः अस्ति किन्तु अत्र लिखितमस्ति यत् यः कोऽपि स्वरः भवतु नाम तत्र संख्या तत्र व्यञ्जनानां संख्या न परिवर्तते अनेन स्वरस्य योगे सति अपि स्वरस्य नाम स्वरः यः कोऽपि भवतु नाम स्वरस्य योगे सति अपि व्यञ्जनानां संख्यान्तरं संख्यान्तरस्य बोधकत्वं भिन्नायाः संख्यायाः बोधः न भवति अनेन तर्हि स्वरस्य प्रभावः नास्ति प्रभावः नास्ति अस्तु समीचीनमस्ति अखिला भगिनी अग्रे यथा य या ई एकम् संस्कृताक्षरे अन्तिमः व्यञ्जनवर्णः परिगणनीयः इत्युक्ते अत्र इदानीमेव वयं उक्तवन्तः अत्र स्वरस्य योग स्वर व्यञ्जनस्य अनन्तरं स्वरः अस्ति चेत् अपि तत्र स्वरस्य किमपि मूल्यं नास्ति तर्हि यकारस्य अपि एकम् इति संख्या या इति भवति चेत् अथवा इ ए इति यत्किमपि भवतु यकारस्य अनन्तरं स्वरः अस्ति चेदपि अत्र एकम् इति एव तस्य मूल्यं भवति. हा इति अस्ति. अपि च द्वितीयं वाक्यं भवति यत् उक्तवती तस्य पुनः अग्रिमबिन्दुः अस्ति, नाम अर्थान्तरम् अस्ति. तस्य अर्थः कः इति अग्रे. हा पुनः एकवारं पठामि महोदय. संयुक्ताक्षरे अन्तिमः व्यञ्जनवर्णः परिगणनीयः यथा यथा प्र ग्र र द्वे. इत्युक्ते यत्र संयुक्ताक्षरः भवति अत्र तु अन्तिमव्यञ्जनवर्णः यः अस्ति तस्य संख्या का इति दृष्ट्वा तस्य एव मूल्यं वयं स्वीकरणीयम् अस्माभिः स्वीकरणीयं भवति. यथा प्र इति अस्ति चेत् अत्र पकारः अपि अस्ति, पकार उत्तरवर्ती रेपः अपि अस्ति, परन्तु रेपः एव अन्तिमवर्णः इति कारणात् रेपस्य मूल्यं यत् द्वे इति अस्ति तदेव वयं तदेव अस्माभिः स्वीकरणीयं. तर्हि द्वे इति भवति. हा सुन्दरं सुन्दरम्. अस्तु सञ्जीवमहोदय अग्रिपठ्य महोदय. सञ्जीवमहोदय अस्ति वा? अस्मि महोदय. तूष्णीं महोदय कृपया. कानिचन उदाहरणानि प्रदर्श्यन्ते. महाभारत इति शब्दो वर्तते, तत्र पञ्च अक्षराणि सन्ति. तेषु म तस्य अर्थः पञ्च, हा अष्ट, भा चत्वारि, र द्वि, त षष्ठ संख्याः इति तस्य उदाहरणं दत्तं. यथा किञ्चित् अग्रे पठतु, अनेन स्पष्टं भविष्यति. तेन पदेन षड्विंशत्युत्तरचतुश्शतोत्तर अष्टपञ्चाशत् सहस्रं संख्या सिद्ध्यति. नाम पृथक्तया वदामः चेत् अत्र पञ्च अष्ट चत्वारि द्वे षट् इति सिद्ध्यति. समीचीनं. किन्तु किन्तु कटपयादि इति न किन्तु किं लिखितमस्ति अग्रे? किन्तु संख्यानां वामतो गतिः इति नियमात् तस्य संख्यायाः महाभारतम् इति महाभारत इति शब्दस्य अर्थः भवति पञ्चाशीत्युत्तरचतुस्सहस्रं देश चतुश्शतोत्तर नास्ति चिन्ता. तत्र अन्यजनाः न जानन्ति इति कृत्वा पृथक्ति वदतु एकवारं. षट् द्वि चतुर् अष्ट पञ्च वामतो गतिः इति अक्षरस्य संख्या अस्ति पञ्च, तत् अन्ते आगच्छति दक्षिणपार्श्वे. अनन्तरं हा संख्या अस्ति अष्ट, तदनन्तरं तस्य वामपार्श्वे अष्ट इति आगच्छति. भा इति चतुः, चत्वारि वामपार्श्वे, तदनन्तरं र, तदनन्तरं त, तदनन्तरं म इति वामतः दक्षिणतः वामपर्यन्तं गच्छति. हा समीचीनमस्ति. सामान्यतया यदा गणयामः सङ्ख्याविषये अस्माकं यत् भवति नपुंसकलिङ्गे तदेव स्वीकुर्मः. एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश इति रूपाणि भवन्ति. समीचीनमस्ति. धन्यवादः महोदय. अस्तु रविमहोदय अग्रे पठति वा? महोदय रविमहोदय एषा महोदय अस्ति. आम् अस्मि. अग्रे एषा पश्यति वा? परिशिष्टे अस्ति. हा, एषा तत्र अन्ते परिशिष्टस्य अन्तिमवाक्यद्वयम्. एषा महाभारत शब्दान् कट्पयादि संख्या क्रमेण प्राप्ता संख्या. जय इति शब्दे ज अष्ट, य एकम् इति कट्पयादि संख्या क्रमेण अष्टादश सिद्ध्यति. हा, समीचीनं. यत् इत्युक्ते एषा संख्या महाभारत शब्दा कट्पयादि संख्या क्रमेण महाभारत शब्दस्य संख्या प्राप्ता. च जय शब्दस्य संख्या अपि अष्टादश अस्ति. यतोहि जकारस्य अष्ट इति संख्या, यकारस्य एकमिति संख्या, अपि च विपरीतक्रमेण पठनीयमस्ति इति कृत्वा अष्टादश. इदानीं पुनः प्रत्यागच्छामः. अस्माकं तत्र प्रकृतविषयः अस्ति, प्रवर्तमानः विषयः आरम्भे पुस्तकस्य. तत्र अस्माकं जय इति अष्टादश इति विषयः आसीत् खलु. इदानीं जयशब्दः जयशब्दः अष्टादशसङ्ख्यां निर्दिशति इति किमर्थं सर्वे अवगच्छन्ति खलु? कटपयादिसङ्ख्याक्रमेण जयशब्दः अष्टादशसङ्ख्यां निर्दिशति इति स्पष्टं किमर्थं तथा अस्ति इदानीं खलु? अस्तु, सुन्दरं. नताशा भगिनी अग्रे, महाभारतग्रन्थे. महाभारतग्रन्थे अष्टादश पर्वाणि सन्ति. महाभारतयुद्धे अत्र का विभक्तिः, किं वचनं? पर्वाणि बहुवचनं. का विभक्तिः? प्रथमा. प्रथमाविभक्तौ बहुवचने, उपरि आसीत् सप्तमीविभक्तौ एकवचने. भीष्मपर्वणि अत्र पर्वाणि इति अस्ति, कर्माणि कृत्वा तत्र बहुवचनान्तरूपमस्ति. महाभारतग्रन्थे नाम अष्टादशसङ्ख्यायाः महत्त्वम् अस्ति इति इदानीम् अत्र प्रदर्श्यते. अग्रे भगिनी कृपया. महाभारतयुद्धे अष्टादश अक्षौहिण्यः युद्धं कुर्वन् युद्धम् अकुर्वन्. महाभारत नाम महाभारत युद्धमध्ये प्रथमवाक्यं प्रथमवाक्यं महाभारतग्रन्थे अष्टादशपर्वाणि सन्ति इति अर्थः. महाभारत ग्रन्थे बहवः पर्वाणि सन्ति, तस्य सङ्ख्याः अष्टादशः सन्ति. अष्टादश सन्ति. अष्टादश इति अष्टादश इति संख्या अस्ति इति वक्तव्यमस्ति. संख्या अष्टादश अस्ति, किन्तु अष्टादश नाम संख्या इति एकवचने अस्ति. अष्टादश इति संख्या अस्ति, किन्तु अष्टादश पर्वाणि सन्ति, तत्र विभागाः सन्ति इति बहुवचने. अस्तु, अग्रे. महाभारत युद्धे अपि अष्टादश अक्षौहिणी सेना युद्धम् अकुर्वन्. अत्र अक्षौहिण्यः इति अस्य का विभक्तिः, किं वचनम्? अक्षौहिण्यः एकवचने अत्र शोहिनी. हा, सरला भगिनी साहाय्यं करोति वा? हा हा हा, तत्र एकवचने किम् उक्तवती भवती? नताशा भगिनि आं महोदय अहं चिन्तयामि विभक्ति प्रथमाविभक्ति प्रथमाविभक्तिः प्रथमाविभक्ति बहुवचन अत्र अत्र एकवचने किं भवति स्त्रीलिङ्गे स्त्रीलिङ्गशब्दः अक्षौहिणी इति एकरीत्या सेना अस्ति तत्र तत्र बहवः जनाः भवन्ति इति तत्र विषयान्तरमस्ति किन्तु अत्र अक्षौहिणी इति सेनाविशेषः अस्तु समीचीनमस्ति युद्धम् अकुर्वन् युद्धम् अकुर्वन् इति कीदृशसन्धिः अस्ति सन्धिः नास्ति महोदय संहितानि पदं सन्ति सम्यक् सम्यक् अस्तु पुनः वदामि अनन्तकृष्णमहोदय अस्ति वा अस्तु अस्तु तर्हि पुष्पा भगिनी अस्ति महोदय अग्रे युद्धञ्च प्रवृत्तम् अष्टादश दिनानि यावत् अष्टदशदिनानि युद्धं कुर्वन्ति युद्धम् अभवत् अग्रे गीतायाम् अध्यायानां संख्या अपि अष्टादश अध्यायाः तु अष्टादश संख्याः सन्ति तत्रत्याः अष्टादश अध्यायाः अपि अस्मान् जीवनमार्गं बोधयन्ति तत्र तु अष्टादश अध्यायाः स्वरसन्धिः न अष्टादश आयाति सत्यम् आयोगः आयाति न सत्यं स्वरसन्धिः तत्र अत्र अष्टादश अध्यायाः जीवनमार्गं जीवनमार्गं बोधयन्ति तत्रत्याः इति सर्वे जानन्ति तत्रत्याः अत्र विशेषणमस्ति नाम उदाहरणार्थं तत्र एका पाठशाला अस्ति तत्र बहवः विद्यार्थिनः सन्ति तत्र तत्र नाम पाठशाला तत्रत्याः विद्यार्थिनः नाम पाठशालायाः विद्यार्थिनः अत्र तत्रत्याः इति तत्रत्याः इति कस्याः तत्रत्या मम उक्ते उदाहरणे तत्र पाठशाला इति अत्र गीता तत्र नाम गीतायाः तत्रत्याः गीतायाः अष्टादशाध्यायाः अपि अस्मान् जीवनमार्गं बोधयन्ति अस्तु समीचीनमस्ति समापयतु कृपया तत्र गीतायाम् अध्ययनम् अस्माकं ज्ञानदायकं भवतु अस्माकं ज्ञानं अध्ययनेन ज्ञानं वृद्धयति वर्धयति अस्तु, समीचीनमस्ति. नाम अस्माकं ज्ञानं वर्धते अथवा गीता अस्माकं ज्ञानं वर्धयति इति अस्ति. अस्तु, समीचीनमस्ति. अग्रे गच्छेम, किञ्चित् समयः अवशिष्टः. महोदय, प्रश्नः अस्ति अत्र, युद्धं च प्रवृत्तम् अष्टादशदिनानि इति सम्यक् यावत् इति किमर्थं लिखितवन्तः? तत्र विशेषः कः? हा, युद्धं प्रवृत्त अष्टादशदिनानि यावत्, यत्र समयस्य कश्चन, यथा एकं वर्षं यावत् अहं तत्र तिष्ठामि. यत्र कश्चन समयः भवति, क्षणात्मकम् इति न, तत्र तत्र सोमवासरात् आरभ्य शुक्रवासरपर्यन्तं पञ्चदिनानि यावत् अहं भारतदेशे भवामि. यत्र समयः अस्ति तस्य च सीमा अस्ति इति वदनार्थं, प्रकटीकरणार्थं तथा वदामः. अस्तु, समीचीनम्. अत्र अष्टादश आहत्य अष्टादश इत्यस्य महत्त्वं प्रदर्शितमस्ति, प्रामुख्यम्. अस्तु, अग्रे गच्छेम. किं सञ्जीवमहोदय, तत्र तत्र पुत्री अस्ति वा सञ्जीव भगिनी? पुत्री अद्य नास्ति महोदय, तस्य अग्रिमसप्ताहे हा हा हा, बुद्धम्. अस्तु अस्तु, अग्रे गच्छेम. तर्हि सर्वे उक्तवन्तः वा इति भाति. सहदेव महोदय, सहदेव महोदय, तत्र अग्रिमं पठतु कृपया. आम् महोदय, गीतायाः कुत्र अस्ति? अग्रिमे पुटे. ओ, अग्रिमे. अस्तु अस्तु अस्तु अस्तु, एकं पठेम. अत्र प्रथमतया हरीश महोदय, कृपया अधोभागे यत् लिखितमस्ति, सन्निकृष्टानि इति. न श्रूयते, एकनिमेषः. तत्र यस्य कस्यापि तत्र स्पीकर् फोन् इति मास्तु. पुनः आरम्भतः. श्रूयते वा? इदानीम् आम्. एतस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि पदानि संहितानि सन्ति. आवरणे पदविभागः अपि दर्शितः अस्ति. अपि च ततः अधोभागे संहितानि इति अस्य अर्थः इति दत्तमस्ति. हा, सन्निकृष्टानि अर्धमात्राकालेन अत्यन्तं. न, इदानीं पुनः न श्रूयते महोदय. न, एकनिमेषः, एवं कुर्मः. इदानीं हरीश महोदय, तत्र पुनः तत्र स्टार् सिक्स् इति नोदयतु. स्टार् सिक्स्, हरीश महोदय, अथवा अन्म्यूट् करोतु. इण्टर्नेट् मध्ये आगतः इति चेत् अन्म्यूट् करोतु. इदानीं स्पष्टं भविष्यति इति अहं मन्ये. श्रूयते वा सम्प्रति? हा, इदानीं सम्यक्, इदानीं सम्यक्. सन्निकृष्टानि, कृपया. सन्निकृष्टानि अर्धमाकालेन. न न न, इदानीमपि न, क्षम्यतां महोदय, तत्र कनेक्षन् सम्यक् नास्ति. अस्तु, वर्णयोः अत्यन्तं सामीप्येन पठति संहिताय. हा, तर्हि आहत्य सन्निकृष्टानि अर्धमात्राकालेन व्यवहितानि, वर्णयोः अत्यन्तं सामीप्येन अवस्थितिः संहिता इति. तस्य वदति वा महोदय, तत्र अर्थः कः इति? एवं श्रूयते वा इदानीं? इदानीं मध्ये मध्ये न, किन्तु इदानीं न. आं, वदतु. एवं, तत् किम् इत्युक्ते, यदा अक्षरमध्ये विरामकालः अर्धमात्राकालः भवति चेत्, तस्मात् न्यूनः भवति चेत् तत्र सन्धिः जायते, तदेव संहिता इति. हा समीचीनमस्ति. अर्धमात्रा अथवा ततः न्यूना इति अर्थः अस्ति. अत्र अस्माकं संस्कृतभारत्याः एकं पुस्तकम् अस्ति, सन्धिपुस्तकं. तस्मिन् प्रसङ्गे वाक्यत्रयं पठामि, सर्वे शृण्वन्तु. अत्र वर्णानाम् अतिशयतः सन्निधिः सन्धिः. वर्णानाम् अतिशयतः सन्निधिः सन्धिः सामीप्यं. वर्णानां तत्र सामीप्यम्. एकस्य वर्णस्य उच्चारणानन्तरम् अपरस्य वर्णस्य उच्चारणं ततः तृतीयस्य ततः चतुर्थस्य इत्येवं क्रमेण शब्दोच्चारणं भवति. द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्राकालात् अपि अधिककालेन व्यवधानं यथा न भवेत्, नाम द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्राकालः सह्यते इति अर्थः, तथा उच्चारणमेव सन्धिः. नाम अर्धमात्रा अथवा ततः न्यूनं यथा महोदयेन उक्तं, नाम अर्धमात्रकालं कालपर्यन्तं सह्यते, ततः अधिकं न स्यात् इति अर्थः अस्ति. तदर्थं लिखितमस्ति, द्वयोः वर्णयोः उच्चारणयोः मध्ये अर्धमात्रकालात् अपि अधिककालेन व्यवधानं यथा न भवेत्, येन न स्यात् इति सन्धिः. नाम आहत्य यत्र सामीप्यमस्ति, समीपस्य भावः सामीप्यं. यत्र वर्णयोः सामीप्यमस्ति तत्र सन्धेः तत्र अवसरः अस्ति इति अर्थः अस्ति. अस्तु, सम्यक् अस्ति. अग्रे तत्र सरलरीत्या तत्र प्रश्नाः सन्ति, अग्रे किं किम् अस्ति इति पश्येम. आम्, प्रश्नः अस्ति अत्र. अत्र लिखितम् अस्ति आवरणे पदविभागः अपि दर्शितः, स्थूलाक्षरैः मुद्रितानि संहितानि सन्ति, यथा युद्धम् अकुर्वन् तथा महाभारतम् इति, तत्रापि संहिता अस्ति खलु? तत्र सत्यं, हा, संहिताविषय यत्र संहिताविषयः, तत्र सन्धेः अवकाशः अस्ति. तत्र यथा प्रायः भवान् जानीयात् तत्र यत्र पुनः न केवलम् अवकाशः अपि तु तत्र वर्णस्य अथवा एकवर्णादिकस्य परिवर्तनं यत्र भवति तत्र सन्धिः. केवलं संहिताविषयः इति पर्याप्तं न, यथा महाभारतमिति यथा भवता उक्तं, तत्र एकम् अवश्यं भवेत्, नाम संहिताविषयः इति भवेत्, तदनन्तरं वर्णपरिवर्तनं भवति चेत् तत्र सन्धिः. तदर्थं एतस्मिन् पाठे स्थूलाक्षरैः मुद्रितानि पदानि संहितानि सन्ति इति तावदेव उक्तमस्ति. ततः अग्रे द्वयोः मध्ये किञ्चित् परिवर्तनमागतम् इति चेत् सन्धिः. अस्तु, हा, धन्यवादः महोदय, समीचीनम्. अग्रे तर्हि अत्र अर्थस्य विषयः शीघ्रमेव पश्येम. सरला भगिनी वदतु कृपया प्रश्नानाम् उत्तरं. सर्वे अन्यूट्य. अस्तु, सरला भगिनी अग्रे. अभ्यास प्रथमं प्रश्नानाम् उत्तरं लिखत. श्रीमद्भगवद्गीता कस्मिन् ग्रन्थे अन्तर्गतः भागः? श्रीमद्भगवद्गीता महाभारतग्रन्थे अन्तर्गतः. बहु समीचीनमस्ति. श्रीनिवास महोदय, शीघ्रमेव अग्रे. आम् महोदय, गीताभागः महाभारतस्य कस्मिन् पर्वाणि अस्ति? कस्मिन् पर्वणि सप्तमी गीताभागः महाभारतस्य भीष्मपर्वणि समीचीनं सुब्रह्मण्यमहोदय अग्रे मनुष्येषु श्रेष्ठः कः मनुष्येषु श्रेष्ठः अर्जुनः अस्तु सम्यक् सम्यक् अग्रे तर्हि मीनाभगिनी अग्रे महाभारतग्रन्थस्य पूर्वतनं न महाभारतग्रन्थस्य पूर्वतनं नाम जयः सुन्दरं नरेशमहोदय अग्रे बहूनां कथादीनां योजनेन जयः नाम्ना विख्यातम् अभवत् योजनेन महाभारतम् इति महाभारतं नाम्ना विख्यातम् अभवत् समीचीनमस्ति बालसुब्रह्मण्यं तत्र अन्तिमप्रश्नः अन्तिमप्रश्नः महाभारते कस्याः सङ्ख्याः अतीव प्रशस्त्यम् अस्ति प्राशस्त्यम् अस्ति महाभारते अष्टादशसङ्ख्यायाः अतीव प्राशस्त्यम् अस्ति अस्तु अस्तु भवान् एव अग्रे महाभारतग्रन्थे कति पर्वाणि सन्ति महाभारतग्रन्थे कति पर्वाणि सन्ति महाभारतग्रन्थे अष्टादशपर्वाणि सन्ति अग्रे महाभारतयुद्धे अक्षौहिण्यः अष्टादश अक्षौहिण्यः सन्ति अग्रे युद्धदिनानि अष्टादश सन्ति गीतायाम् अध्यायानां संख्या अष्टादशः अस्तु बहु समीचीनमस्ति इदानीम् अस्माकम् इदानीं समयः जातः अस्ति मम आशा अस्ति यत् येषां कृते विषयः नूतनः अस्ति येषाञ्च कृते विषयः तत्र एकनिमेषः येषां कृते येषां जनानां कृते च विषयः नूतनः पुनः येषां कृते विषयः पुनस्मरणमस्ति तेषां सर्वेषां कश्चन लाभः जातः इति मम आशा अस्ति पुनः कस्यचित् मनसि विचारः अस्ति सूचना अस्ति इति कथं यतोहि बहवः जनाः सन्ति कथं पुनः इतोपि सम्यक् वर्गः भवितुम् अर्हति इति अवश्यं तत्र लिखन्तु तत्र मम पार्श्वे प्रेषयन्तु इति अग्रे गत्वा येन जनानां परिचयः भवति तेन शीघ्रमेव इतोपि गभीरतया अस्माकं परिशीलनं भविष्यति तत्र सूत्राणां तत्र शास्त्ररीत्यापि सूत्राणां अध्ययनं भविष्यति सर्वं भविष्यति सर्वेषां लाभः स्यात् इति मम लक्ष्यम् अनेन तत्र पुनः वदामि यत् कस्यचित् मनसि विचारः अस्ति चेत् अवश्यं लिखतु कृपया अपि च अन्यत् वक्तव्यमस्ति यत् शुक्रवासरेषु प्रतिसप्ताहम् अस्माकं चिन्तनवर्गः भवति विशेषतः येषां कृते विषयः नूतनः अस्ति ते अवश्यम् आगच्छेयुः तत्र अस्माकं सुब्रह्मण्यमहोदयः तत्र चालयति वर्गं शुक्रवासरेषु भवति अष्टवादने सायङ्काले इति कृत्वा सर्वे कृपया तत्रापि आगच्छतु अनेन समापयामः अग्रिमे सप्ताहे च पुनः मिलामः धन्यवादः नमस्कारः धन्यवादः महोदय नमस्ते